गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इत्यस्मिन् सन्दर्भे स्मः। तत्र इदानीं पृथक्त्वम् इति चतुर्विंशतिगुणेषु अन्यतमः गुणः इति अस्माभिः अधीतम्। अपि च भेदः इत्युक्ते अन्योन्य अभावः, अन्योन्य अभावः इति भेदः सर्वद्रव्यवृत्तिः क्षम्यतां सर्वपदार्थवृत्तिः, किन्तु पृथक्त्वं सर्वद्रव्यवृत्ति इति तयोः मध्ये भेदः वर्तते इति अस्माभिः पठितं। किन्तु तस्मात् उपरि इदानीं पूर्वपक्षी आक्षिपति, यः इदानीं पृथक्त्वम् इति गुणः न अङ्गीकर्तव्यम् इति तस्य वादः अस्ति, सः किं वदति, भवतु सर्वत्र भेदं स्वीकृत्य एव निर्वाहं कुर्मः इति। तस्मिन् सन्दर्भे अस्माभिः किं पठितम्, तत्र संयोगः कुत्र भवति, समवायः कुत्र भवति, युतसिद्धयोः मध्ये एव संयोगः भवति, अयुतसिद्धयोः मध्ये एव समवायः भवति। तर्हि युतसिद्धौ इत्युक्ते किं, पृथग् आश्रय आश्रितौ इति पठितं। युतसिद्धौ इत्युक्ते पृथग् आश्रय आश्रितौ इति पठितं। तर्हि तस्य अर्थः एवमस्ति, पृथक्त्वम् इति गुणः यस्मिन् अस्ति तादृश आश्रये आश्रितः आश्रितौ द्वौ यौ तयोः मध्ये एव संयोगः भवितुमर्हति इति कृत्वा पृथक्त्वम् इति गुणम् अङ्गीकर्तव्यम्। अत्र पृथगाश्रय आश्रितौ इत्यस्मिन् स्थाने भेद आश्रय आश्रितौ इति तादृशं न वक्तुं शक्नुमः, इत्यतः पृथक्त्वम् इति गुणः अन्यतमः गुणः अङ्गीकर्तव्यः एव इति तावत् पुस्तके पठितम्। अपि च तस्मिन्नेव विषये तत्र संयोगस्य प्रसङ्गे किञ्चित् इति अष्टादशकरपत्रं, तत्र किञ्चिदिव अस्माभिः पठितम्। तत्र यावत् पठितं, किं लिखितमासीत्, तत्र संयोगः द्विधा भवति, कर्मजसंयोगः, यः संयोगः हस्तपुस्तकयोः मध्ये जायते, अपि च संयोगजसंयोगः, यः संयोगः कायपुस्तकयोः मध्ये जायते। हस्ते यदा क्रिया जायते तर्हि हस्तस्य पुस्तकेन सह संयोगः जायते इति कृत्वा स च संयोगः कर्मजः, कर्मजः इत्युक्ते क्रियया यज्जायते, यः संयोगः जायते तत् कर्मजः इति। किन्तु इदानीं यदा हस्तपुस्तकयोः मध्ये संयोगः जायते तदा हस्तं हस्तः कायस्य एकः अवयवः इति कृत्वा यदा अवयवस्य संयोगः जायते केनचित् तर्हि तेन संयोगेन अवयवेः अपि संयोगः जायते इति कृत्वा कायपुस्तकयोः मध्ये यः संयोगः जायते सः संयोगः संयोगजसंयोगः इति तावत् अस्माभिः अधीतं। तर्हि तदनन्तरम् इदानीं करपत्रे चतुर्थपङ्क्तिः अस्ति, अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति, तर्हि ततः पठनीयं। बालसुब्रह्मण्यं महोदय पठितुमिच्छति वा अस्मिन् प्रसङ्गे? प्रसङ्गे कश्चन प्रश्नः उदेति, हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति यदा भवति तदा हस्ते जाता या क्रिया सा च शरीरे नास्ति किम्? शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्। अस्तु, तर्हि अस्मिन् विषये भवतः चिन्तनं किं, भवतः विचारः कः? किञ्चित् क्लिष्टं, शरीरे एव हस्तः अस्ति, सो शरीरपुस्तकसंयोगः अस्ति चेत् तत् संयोगं हस्तद्वारा हस्तेन एव साधयितुं शक्यते किल? शरीरं किन्तु अत्र प्रश्नः कः इति चेत्, इदानीं भवतः हस्तः अस्ति, तर्हि हस्ते इदानीं क्रिया जायते चेत् इदानीं भवतः काये क्रिया जातं वा न वा, भवान् किं वदति? तस्य प्रश्नस्य उत्तरं, हस्ते क्रिया जायते चेत् काये अपि क्रिया जायते वा न वा? जायते। हा, तर्हि यदा इदानीं हस्तः कायस्य अवयवः इति कृत्वा यदा हस्ते क्रिया जायते तर्हि काये अपि क्रिया जायते इति वक्तव्यम् इति भाति। तर्हि इदानीं काये अपि क्रिया जायते चेत् इदानीं कायपुस्तकयोः मध्ये यः संयोगः भवति तदपि कर्मजः भवतु, किमर्थं संयोगजः इति वक्तव्यम् इति एव प्रश्नः अत्र। किन्तु अत्र इदानीं पश्यतु, भवतः काये बहूनि अङ्गानि सन्ति, बहवः अवयवाः सन्ति, तादृशमस्ति अस्माकं शरीरं यत्र एकस्मिन् अवयवे क्रिया जातुं शक्यते, अन्ये अवयवाः यथावत् स्थातुमपि शक्यते, खलु? इत्युक्ते हस्ते एव क्रिया भवति, अन्येषु अङ्गेषु क्रिया न भवति, यथावत् भवान् स्थातुं शक्यते, किन्तु केवलं हस्तम् इतः ततः चलयितुं शक्यते भवता इति तादृशः अस्ति। किन्तु इदानीं घटमिति स्वीकुर्मः, घटे घटः इति अवयवी अस्ति, घटे कपालद्वयं वर्तते, खलु? इदानीम् एकस्मिन् कपाले भवान् क्रिया कारयति इति चिन्तयतु। तर्हि यदा एकस्मिन् कपाले भवान् क्रिया कारयति तदा सम्पूर्णघटमपि इतस्ततः गन्तव्यं, खलु? बुद्धं वा मम तर्कः कथम् अस्ति इति? इत्युक्ते अवयवेः तत्र अवयवी यदस्ति तत्रापि भेदः वर्तते, इत्युक्ते वृक्षः नो चेत् अस्माकं शरीरं तादृश अवयवी स्वीकुर्मश्चेत् तत्र अवयवेः विशेषः कः इति चेत् एकस्मिन् अवयवे क्रिया जाते सति अन्येषु अवयवेषु क्रिया न जायेत, क्रिया न जायते एव, न जायते नास्ति, क्रिया न जायते एव इति तादृश स्थितिः अस्ति अस्माकं शरीरे अपि च वृक्षे। किन्तु इदानीं घटः इति अवयवी स्वीकुर्मश्चेत् तत्र एकस्मिन् कपाले वयं क्रियाम् उत्पादयामश्चेत् सम्पूर्णघटम् इतस्ततः गच्छति, खलु? इति अवयविनि भेदः वर्तते, अवयवोः अवयविन्योः मध्ये भेदः वर्तते। बुद्धं वा? बुद्धं, बुद्धं। महोदय, घटं तु बहु बृहत् अस्ति चेत् तादृशं कम्पनं नास्ति किल? कियत् घटः बृहत् भवतु, इदानीम् एकस्मिन् कपाले इतस्ततः भवती नयति इति चिन्तयतु, अर्धभागः अस्ति खलु घटस्य अर्धभागः, तत्रैव इदानीं हस्तकपालयोः मध्ये संयोगः अस्ति इति चिन्तयतु, तर्हि केवलं घटस्य अर्धभागः अस्ति खलु, अधोभागे एकः कपालः अस्ति, तस्य इतस्ततः तत्र चलनम् उत्पादयितुं शक्यते वा? नास्ति, अपूर्णघटं गच्छति खलु? आम् आम् आम् आम्। किन्तु इदानीम् अस्माकं शरीरे बहु बहवः अवयवाः सन्ति, तत्र केवलं वामहस्ते नो चेत् दक्षिणहस्ते एव क्रियां जनयितुम् अस्माभिः तत्र तादृशसामर्थ्यमस्ति। दक्षिणहस्ते क्रिया जायते चेत् वामहस्तेपि क्रिया जायते इति न खलु? एकस्मिन् अवयवे क्रियां कारयितुं शक्यते इति तादृश अवयवी अस्ति अस्माकं शरीरं। किन्तु घटः यद्यपि अवयवी अस्ति तत्र तादृशसामर्थ्यं नास्ति। अस्तु, इतोपि कस्यापि चिन्तनमस्ति वा? बालसुब्रह्मण्यमहोदय किमपि वक्तुम् इष्टवान्? इतोपि मम चिन्तनमस्ति, सर्वं युगपत् युगपत् एव कार्यं करोति, स्वतन्त्रतया हस्तं कार्यं न कर्तुं शक्यते। हस्तं कार्यं क्रिया करोति चेत् सम्पूर्णशरीरं भागे भागे कार्यं कृत्वा हस्तं अन्तिमस्पर्शं कार्यं करोति। नास्ति महोदय, इदानीं भवतः कृते वामहस्तः अस्ति, दक्षिणहस्तः अपि अस्ति खलु, हस्तद्वयं वर्तते। इदानीं दक्षिणहस्ते भवान् दक्षिणहस्तं भवान् उन्नयति इति चिन्तयतु, तर्हि वामहस्ते अपि उन्नयनं भवति वा? भवति वा न वा? न खलु? तर्हि एकस्मिन् अवयवे एव क्रिया कारयितुं शक्यते अस्माकं शरीरे, किन्तु घटे तादृशसामर्थ्यं नास्ति इति भिन्नवार्ता। घटे अवयवद्वयं वर्तते, एकस्मिन् अवयवे वयं क्रियां कारयामश्चेत् तत्र सम्पूर्ण अवयविनी क्रिया जायते एव, अत्र अनिवार्यमस्ति। किन्तु अस्माकं शरीरे बहवः अवयवाः सन्ति इत्यतः दक्षिणहस्तं यदा अहम् उन्नयामि तदा वामहस्तं यथावत् तिष्ठति, मम पादौ अपि यथावत् तिष्ठति, मम शिरः अपि यथावत् तिष्ठति इति कृत्वा सम्पूर्ण अवयवे तत्र क्रिया भवति इति न वक्तुं शक्यते। अस्तु, अत्र महोदयेन किं दत्तमस्ति इति अग्रे पठेम। बालसुब्रह्मण्यं भवान् एव पठतु महोदय। तर्हि प्रश्नः एवं यत् हस्ते या कापि क्रिया जायते सा च क्रिया शरीरे अपि अस्ति न वा? यत्र हस्ते क्रिया अस्ति तत्र शरीरे अपि क्रिया अस्ति किल? यतोहि हस्तः शरीरस्य भागः। कथं वक्तुं शक्नुमः यत् हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति? हस्ते जाता क्रिया शरीरे जाता क्रिया अनयोः मध्ये भेदः अस्ति किम्? वस्तुतः हस्तः इति कथनेन अवयवः एव स्वीक्रियते। सत्यं न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं यत् इदानीं हस्ते क्रिया जाता सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत् हस्तः शरीरम् इत्येतत् द्वयम् अभिन्नं स्यात्, इत्युक्ते एकमेव स्यात्, किन्तु वस्तुतः तथा नास्ति। हस्तः भिन्नः शरीरं भिन्नम् इति स्वीक्रियते न्यायशास्त्रे। अवयवः अवयवी इति परस्परं भिन्नम्, भिन्नम् इत्यस्य अर्थः पृथक् पृथक् भवति इति न, किन्तु पदार्थः भिन्नः इति। न्यायशास्त्रस्य मतं हस्तः एकः पदार्थम् अवशिष्टशरीर अवशिष्टभागम् अपरस्मिन् पदार्थः तस्मिन् तयोः मध्ये भिन्न अत्र अत्र तु केवलं न्यायशास्त्रे इति नास्ति अस्माभिः अपि अङ्गीकर्तुं शक्यते खलु चिन्तनम् इत्युक्ते हस्तः एव कायः कायम् इति वदामश्चेत् तत्र भेदः वर्तते खलु काये अन्यानि अङ्गानि अपि सन्ति यत् हस्ते नास्ति हस्ते इदानीं दक्षिणहस्तम् इति स्वीकुर्मश्चेत् हस्ते केवलं पञ्च अङ्गुल्याः सन्ति किन्तु काये शिरः अस्ति दक्षिणहस्तः अपि अस्ति पादौ अस्ति उरस् अस्ति इति बहवः अवयवाः सन्ति इति कृत्वा हस्तः अपि कायं द्वयमपि एकम् इति न वक्तुं शक्यते यद्यपि तयोः मध्ये अवयव अवयविभावः वर्तते इति कृत्वा हस्तः भिन्नः कायः कायं भिन्नम् अस्ति किन्तु भिन्नम् इति वक्तुं शक्यते इत्यस्य तर्हि भिन्नम् इत्यस्य अर्थः कः इति चेत् पृथक् पृथक् भवति इति न किन्तु पदार्थः भिन्नः इति अस्ति इति अर्थः कायः कायम् इति भिन्नपदार्थं भिन्नद्रव्यमस्ति हस्तः इति भिन्नद्रव्यमस्ति अस्तु अग्रे इतोपि किञ्चित् चिन्तनं भवति तर्हि मुरळीमहोदय अग्रे पठति वा यथा पुस्तकं रूपम् पठामि महोदय यथा पुस्तकं रूपम् इति एतद्वयम् अस्ति पुस्तकम् इति पदार्थः भिन्नः रूपम् इति पदार्थः भिन्नः तद्वयम् अपि मिलित्वा भवति इति सत्यम् किन्तु तौ द्वौ पदार्थौ परस्परभिन्नौ तथैव हस्तशरीरम् इति पदार्थद्वयं परस्परभिन्नं भवति अधुना हस्ते या क्रिया जाता सा क्रिया शरीरा जाता इति वक्तव्यं चेत् हस्तः शरीरं च समानं स्यात् समानं नास्ति चेत् हस्ते जाता क्रिया शरीरे अपि अस्ति इति वक्तुं न शक्यते हस्तः शरीरम् एतद्द्वयं भिन्नं भिन्नम् इति स्वीकुर्मः किमर्थम् इत्युक्ते शरीरस्थ हस्त एव कारणं सर्वदा कार्यं कारणं भिन्नमेव भवति न्यायशास्त्रे अवगन्तुं शक्नोति महोदय तत्र यदा पुस्तकं मुख्यतर्कः कः मुख्यतर्कः केन तर्केण हस्तः कायात् भिन्नम् इति अत्र उक्तम् आम् हस्तशरीरम् एतद्वयं भिन्नं भिन्नम् इति स्वीकुर्मः किमर्थम् इत्युक्ते शरीरस्थहस्त एव कारणं सर्वदा कार्यं कारणं भिन्ने भिन्नम् एव भवति न्यायशास्त्रे इत्युक्ते सर्वदा कार्यं कारणं भिन्नं भिन्नम् एव भवति तदेव मुख्यतर्कः इत्युक्ते मुख्यतर्कः कारणं कार्यात् भिन्नम् कारणं कार्यं कारणात् उत्पद्यते कारणेभ्यः उत्पद्यते इत्यतः कार्यं भिन्नं कारणं भिन्नं न्यायशास्त्रे अतः एव तेषां तत्र कार्यकालावसरे तेषां वादस्य नाम अस्ति असत्कार्यवादः इति असत्कार्यवादः इत्युक्ते कारणे कार्यं नास्ति यथा अत्र बहूनां कारणानां एकस्मिन् क्षणे भवति तस्माद् अग्रिमक्षणे नूतनकार्यस्य उत्पादनं भवति इत्यतः तेषां वादस्य कार्यकारण तत्र कार्यवादस्य नाम अस्ति असत्कार्यवादः इत्युक्ते असत्कार्यवादः इत्युक्ते कार्यं तस्य उत्पादनात् पूर्वं कारणे नास्ति कार्यं पृथक् कारणं पृथक् कार्यम् उत्पद्यते इति तेषां मतं तर्हि अत्र अस्माकम् इदं प्रसङ्गविषये किं हस्तः कायाद्भिन्नं कारणत्वात् कायः तु कार्यमस्ति हस्तः तु कारणमस्ति अवयवः अस्ति खलु अवयवाः एव अवयवेः कारणं भवति कारणानि भवन्ति इत्यतः हस्तः कायात् भिन्नम् इति जातम् अस्तु अग्रे पठतु महोदय महोदय एकः सन्देहः असत्कार्यवाद इति बौद्धमतस्य सिद्धान्तः तदेव न नैयायिकानां सिद्धान्तः नैयायिकानां सिद्धान्तः न्यायशास्त्रस्य सिद्धान्तमस्ति असत्कार्य सिद्धान्तमेव धन्यवादः महोदय अग्रे पठतु कुत्रापि अपरस्मिन् शास्त्रे कुत्रचित् अपरस्मिन् शास्त्रे कारणम् एव कश्चित् परिवर्तनं प्राप्य कार्यं भवति दृष्टान्ते शतसु चषकेषु जलम् अस्ति दशसु चषकेषु जलम् अस्ति तानि सर्वाणि जलानि एकस्मिन् पात्रे स्थापयामि चेत् महज्जलं जायते इदानीं महती पात्रे यज्जलं तस्य कारणं किम् इति चेत् लघुषु चषकेषु विद्यमानानि जलानि एव चषकेषु विद्यमानं जलं भिन्नं महति पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रम् अनुसृत्य किम् अद्वैतवेदान्ते तद्भिन्नं भिन्नम् इति न स्वीक्रियते महोदय उदाहरणतया तत्र दशसु चषकेषु जलमस्ति चेत् तत्र पृथक्त्वमस्ति एकचषके अस्ति द्वे त्रीणि चत्वारि पृथक् पृथक् जलम् अस्ति सर्वाणि जलानि एकस्मिन् पात्रे स्थापयामि चेत् तद् जलं पृथक् महत् इति नाम स्वीक्रियते महति पात्रे यज्जलं तस्य कारणं किम् इति चेत् वि केन् ईज़िलि लघुषि चषकेषु विद्यमानि जलानि एव भेदं नास्ति तत्र चषकजलम् अथवा पात्रजलं चषक तस्य तदेव जलं कुत्र यत्र चषके अस्ति तदेव पात्रे अस्ति चषकेषु विद्यमानं जलं भिन्नं महती पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रे इति अनुसृत्य वर्तते किन्तु अद्वैतवेदान्ते तद्भिन्नं भिन्नम् इति न स्वीक्रियते अद्वैतवादिनः तत्र तद्भिन्नं भिन्नं न स्वीक्रियते एकमेव जलं अधिकं न वक्तव्यम् अत्र सर्वं समानमेव आं महोदय तर्हि इदानीं केवलम् अस्माभिः किं कृतं दश चषकं जलं स्वीकृत्य बृहद्घटे स्थापितं तर्हि इदानीं बृहद्घटे यज्जलमस्ति तद् अवयवी भवति अपि च स च जलस्य अवयवाः भवन्ति चषकजलं. किन्तु जलयोः मध्ये कः भेदः? किन्तु नैयायिकानां मतानुसारं किं वक्तव्यं? घटे विद्यमानजलं चषके विद्यमानजलात् पृथक्. किमर्थं? घटे विद्यमानजलम् इदानीं तस्य मानं बृहत् अस्ति इति कृत्वा तर्हि इदानीं कार्यं भवति, अपि च कार्यं कारणात् भिन्नम् इत्यतः इदानीं घटे विद्यमानजलं चषके विद्यमानजलात् पृथक् इति भिन्नं, पृथक् इति नास्ति भिन्नम् इति आगतम् इति वैचित्र्यमस्ति किञ्चित् एतादृशचिन्तने. अस्तु, धन्यवादः महोदय. धन्यवादः. अग्रे हा, अग्रे शिवराम महोदय पठति वा अधुना? आम् आं महोदय. अधुना अस्मिन्नेव उदाहरणे सामान्यचिन्तनानुसारम् अपि जलस्य पात्रे स्थापनानन्तरं तत्र कारणीभूतं जलं पृथक् न भवति. कारणीभूतं जलं चषके विद्यमानं जलम् आसीत्, तत् इदानीं पृथक् नास्ति. इत्युक्ते चषके विद्यमानं जलमेव खलु समवायिकारणं भवति महति पात्रे विद्यमानस्य जलस्य. पर्याप्तम्? दशसु चषकेषु यत् जलमासीत् तदेव महति पात्रे यत् जलम् अस्ति तस्य जलस्य तत् कारणं भवति. समवायिकारणं तत्र भवति. तर्हि महती पाते तत्र कार्यकारणभावः अस्ति एव, किन्तु महती पात्रे यत् जलम् अस्ति तस्य जलस्य कारणमस्ति दशसु विभजित यत् जलम् आसीत् तदेव तस्य कारणमस्ति. सत्यं. तर्हि तयोः मध्ये कीदृशसम्बन्धः अस्ति? तयोर्मध्ये समवायसम्बन्धः. हा, किमर्थमित्युक्ते अवयव अवयविनोः मध्ये समवायसम्बन्धः भवति खलु? समवायसम्बन्धः. तर्हि इदानीं घटे विद्यमानजलम् अपि च चषके विद्य यत् जलम् आसीत् तयोः मध्ये इदानीं समवायसम्बन्धः अस्ति, अपि च चषके विद्यमानजलं समवायीकारणं भवति. किन्तु अत्र पश्यतु, कारणीभूतं जलं चषके विद्यमानं जलम् आसीत् तत् इदानीं पृथक् नास्ति. इत्युक्ते इदानीं तत्र कारणीभूतजलयोः मध्ये पृथक्त्वमस्ति वा? एकीभूतं खलु इदानीम्? एकीभूतमस्ति. आम्, एकीभूतमिति कृत्वा तयोः मध्ये इदानीं पृथक्त्वं नष्टं जातम्. अस्तु, अग्रे पठतु महोदय. न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं, महति पात्रे विद्यमानं जलं भिन्नमेव, तर्हि तयोर्मध्ये कः सम्बन्धः? इत्युक्ते कार्यकारणभावः एव. दशसु चषकेषु विद्यमानानि जलानि पृथक् पृथक् कारणानि भवन्ति, तानि सर्वाणि अपि समवायिकारणानि एव. तेषां परस्परसंयोगः इदानीं जातः, तेन महत् जलम् उत्पन्नम्. अतः चषके विद्यमानं जलम् इदानीमपि भिन्नमेव, पात्रे अवयवभूतं, भिन्नभिन्नरूपेण न दृश्यते तावदेव इति न्यायशास्त्रस्य अत्र सिद्धान्तः. अत्र दशसु चषकेषु यत् जलम् आसीत् तथा तत् सर्वम् एकत्रीकृत्वा महती पात्रे यत् जलम् अस्ति तत् समवायिकारणम् अस्ति, किन्तु तत्र तयोर्मध्ये भिन्नता तत्र वर्तते. दशसु विभजितजलं यत् आसीत् तद् भिन्नं, तथा एकीभूतजलं तयोर्मध्ये तत्र भिन्नता अस्ति. हा, इत्युक्ते इदानीं घटे विद्यमानं महती जलमस्ति खलु, तस्य कति कारणानि सन्ति? दशकारणानि सन्ति इति इदानीं गणनं कृत्वा अस्माभिः वक्तुं शक्यते खलु. तर्हि कथं वा दश इति गणनं कृतम् इति चेत् तयोः मध्ये पृथक्त्वं न यदि नास्ति तर्हि दश इति कथं वा गणनं कर्तुं शक्यते. किन्तु अस्माभिः इदानीम् उक्तम् उत्तरम् उक्तं कारणानि दश सन्ति इति. तर्हि कारणयोः मध्ये पृथक्त्वं भवेत् इत्यतः एतावत्पर्यन्तम् आगतं. तर्हि इतोपि अग्रे अस्मिन्नेव विषये चिन्तनमस्ति. भवानेव पठतु महोदय तन्मतानुसारं. तन्मतानुसारम् अधुना हस्ते विद्यमाना क्रिया शरीरे अस्ति इति वक्तुं न शक्नुमः. हस्ते जाता क्रिया हस्ते एव भवति. प्रथमे क्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति. क्रिया प्रथमतया अवयवे, तदा एव अवयविनि. अनेन हस्ते विद्यमाना क्रिया शरीरे विद्यमाना क्रिया द्वे अपि भिन्ने. सर्वं कदा उच्यते? यदा विशेषरूपेण क्रिया हस्ते जाता इति उच्यते तदा. इदानीं समग्रं शरीरं चलति इति चिन्तयतु. तत्र चलनक्रिया साक्षात् शरीरे इत्येव स्वीक्रियते. क्रिया साक्षात् शरीरे एव जायते. किन्तु यत्र क्रिया विशेषरूपेण हस्ते इति विषयः, तत्र हस्ते आदौ क्रिया, तद् उत्तररक्षणे शरीरे क्रिया. अवयवगतक्रिया यत्र विशेषरूपेण विवक्षिता तत्र अवयवे आदौ क्रिया अनन्तरम् अवयविनि. अवगतमेतत् महोदय? हस्ते विद्यमाना क्रिया शरीरे सर्वदा तदेव किल महोदय. क्रिया एकः अवयविः जायते, अन्यस्मिन् स्थले न जायते किल. एक्सेप्ट् फर् स्नानं कृत्वा पूरे शरीरे एकस्मिन् समये क्रिया जायते इति वक्तुं शक्नोति किल. अवयवमध्ये प्रथमक्रिया निष्पन्ना तत्र भवति, अनन्तरं सा क्रिया शरीरे अवयव अवयवी सम्बन्धः यदि अस्ति अवयवी मध्ये सा क्रिया अनन्तरं तत्र दृश्यते. एकः स्थले जायते चेत् तथैव, पूर्णतया शरीरे जायते चेत् तथैव नास्ति किल महोदय? किन्तु या क्रिया वदतु महोदय. किन्तु भगिनी विजी भगिनी भवती यत् कस्मिन् विषये चिन्तनीयम् इति चेत् इदानीं पूर्णशरीरे क्रिया जायते इति भवती वदति खलु? तर्हि पूर्णशरीरे क्रिया जायते एकस्मिन् एकैकम् अवयवेषु क्रिया जायते. अनयोः मध्ये भेदः वक्तुं शक्यते वा भवत्या? नास्ति इति कृत्वा. अस्तु, तर्हि तर्कः एतादृशमस्ति न्यायशास्त्रे. प्रथमस्तु कार्यं कारणात् भिन्नम् इति एकं, तदेकं. द्वितीयं, तर्हि अत्र कार्यं यद्यपि इदानीं जलम् उदाहरणं स्वीकुर्मश्चेत् अत्र दशकारणानि सन्ति, अपि च एकं कार्यम् अस्ति. घटजले महति जले दशकारणानि सन्ति, एकं कार्यमस्ति. किन्तु तादृशं न दृश्यते. यदा वयं पश्यामः जलम्, अत्र दशकारणानि सन्ति अपि च एकं कार्यमस्ति इति बोधः न भवति तावदेव. किन्तु सिद्धान्तानुसारं तत्र दशकारणानि सन्ति अपि च एकं कार्यम् अस्ति इति वस्तुस्थितिः. एवमेव तद् आधारीकृत्य नैयायिकाः किं वदन्ति? इदानीम् अवयवः भिन्नः, अवयवी भिन्ना भिन्नः इति कृत्वा यदा एकस्मिन् अवयवे क्रिया जायते तस्मात् अग्रिमक्षणे अवयविः क्रिया जायते. अत्र सम्पूर्ण अवयविः इति यस्मिन् विषये चिन्तनमेव नास्ति. इदानीं भवती चिन्तयतु, भवती इदानीम् आसन्दे अस्ति, किन्तु इदानीं केवलं भवत्याः दक्षिणहस्तम् उन्नयति इति चिन्तयतु, केवलं दक्षिणहस्ते एव क्रियाम् उत्पादयति. भवतु, यत्किमपि इदानीम् उदाहरणं स्वीकुर्मः, केवलं दक्षिणहस्ते क्रियाम् उत्पादयति, उन्नयति इति चिन्तयतु. यद्यपि अन्येषु अङ्गेषु क्रिया इदानीमपि न कारिता, तथापि नैयायिकाः किं वदन्ति, यदा दक्षिणहस्ते अस्मिन् क्षणे क्रिया जायते तस्मात् अग्रिमक्षणे शरीरे अपि सा क्रिया जायते इति नैयायिकानां मतं. सम्पूर्णशरीरे इति अत्र सम्पूर्णशरीरम् इति तादृशचिन्तनं न कार्यते, तादृशचिन्तनं न कार्यं. यदा अवयवे क्रिया जायते तदा तस्मात् अग्रिमक्षणे अवयविनी अपि क्रिया जायते, किन्तु अग्रिमक्षणे एव जायते इति तेषां सिद्धान्तः. यद्यपि अग्रिमक्षणे वामहस्ते इदानीं क्रिया न जाता, पादौ अपि क्रिया न जाता, शरीरे अपि क्रिया न जाता, तथापि शरीरे नास्ति, शिरसि अपि क्रिया न जाता, तथापि नैयायिकाः किं वदन्ति, यदा अस्मिन् क्षणे दक्षिणहस्ते उन्नयनक्रिया जायते तदा तस्मात् अग्रिमक्षणे शरीरे क्रिया जायत्येव इति नैयायिकानां मतम्. बुद्धं वा? अवगतं महोदय, अवगतम्. अस्तु, समीचीनम्, अवगतम्. तर्हि इदानीं विजि भगिनी अग्रे पठतु भगिनि. अतः वस्तुतः दृष्टि अनुगुणं भवति एतत् सर्वम्. अहं साक्षात् घटम् उन्नयामि इति चेत् समग्रः घटः चलति, तदानीं क्रिया साक्षात् घटे जायते. किन्तु यदि घटं स्पृशामि, घटस्य एकस्य कपालस्य स्पृशः भवति, तत्र अवयवसंयोगः. अत्र संयोगः प्रथमतया अवयवे, तत् उत्तरक्षणे अवयविनि. अतः अत्र अवयवे कपाले जायमानः संयोगः कर्मजः घटे विद्यमानसंयोगः संयोगजः. ये स्पष्टं किल महोदय? एक घटम् अस्ति, कपा घटम् उन्नयति चेत् पूर्णतया घटे क्रिया जायते. अथवा घटं केवलं स्पृशामि चेत् घटस्य एकस्य स्थले एव स्पर्शनं भवति, इत्युक्ते तत्र तस्मिन् क्षणे क्रिया जायते, तस्मिन् स्थले संयोगः जायते, संयोगः जायते. तदनन्तरं पूर्णतया घटे संयोगः जायते. पूर्णतया इति वदति चेत् किञ्चित् क्लेशः भवति. अवयविनि अवयवी प्रथमतया अवयवे जायते, तदनन्तरं तत् उत्तरक्षणे अवयविनि क्रिया संयोगः जायते. तर्हि हस्तघटयोः मध्ये इदानीं स्पर्शः जायते चेत् तर्हि सम्पूर्णघटेन सह स्पर्शः यदा कदापि न भवितुमर्हति, एकस्मिन् भागे एव भवितुमर्हति खलु. मम हस्तः लघु अस्ति, घटस्य अपेक्षया मम हस्तः लघु अस्ति, तर्हि सम्पूर्णहस्तं घटे स्थापयामि चेदपि तत्र एकस्मिन् भागे यदि स च संयोगः जायते तर्हि तस्मिन् भागे यः अवयवः अस्ति तेन सह एव मम हस्तस्य संयोगः इदानीं जातः, तस्मात् अग्रिमक्षणे घटेन सह संयोगः जायते इति कृत्वा अवयवेन सह यत् संयोगः जायते स च संयोगः कर्मजः, अवयविनि यः संयोगः जायते अग्रिमक्षणे तत् संयोगज संयोगः। अस्तु अग्रे पठतु भगिनि। तद्वत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः, शरीरपुस्तकयोः संयोगः प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा। पुनः हस्तस्य अवयवाः सन्ति अङ्गुल्यः, यदि समग्रहस्तः न चलति अपि तु अङ्गुलीषु एव क्रिया उत्पन्ना इति चिन्तयामः, तया च अङ्गुलीनां संयोगः भवति पुस्तकेन सह, तदानीं हस्तपुस्तकयोः संयोगः संयोगज न तु कर्मज। तत्र अङ्गुलीषु विद्यमानक्रिया हस्तपुस्तकयोः संयोगः प्रति अन्यथा सिद्धा। पुनः हस्तपुस्तकयोः संयोगः शरीर पुस्तकयोः संयोगं प्रति कारणम्, अथवा अङ्गुल्यः साक्षात् शरीरस्य अवयवः न तु अथवा अधुना हलो अथवा अङ्गुल्यः साक्षात् अथवा अङ्गुल्यः साक्षात् शरीरस्य अवयवः न तु हस्तस्य इति अवलम्ब्य अङ्गुलीपुस्तकयोः संयोगः एव शरीरपुस्तकयोः संयोगः प्रति कारणम्। तत्तत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः, हस्ते जातया अहं पुस्तकं हस्तपुस्तकयो मध्ये यत् क्रिया जायते तत् हस्ते कर्मजः संयोगः इति उच्यते। तदनन्तरं शरीरपुस्तकयोः संयोगः प्रति हस्ते विद्यमान एतत् क्रिया कारणं भवति, अतः शरीरपुस्तकयोः तत् उत्तरक्षणं शरीरे संयोगः संयोगज संयोगः इति जायते किल महोदय? केवलं अङ्गुल्या इति मध्ये आगच्छति तद् नास्ति। अत्र पश्यतु द्वितीयवाक्यमस्ति खलु, शरीरपुस्तकयोः संयोगः प्रति हस्ते विद्यमानक्रिया अन्यथा सिद्धा। इत्युक्ते यदा हस्तपुस्तकयोः मध्ये यदा हस्ते क्रिया जायते तदा हस्तपुस्तकयोः मध्ये कर्मजसंयोगः जायते। तर्हि इदानीम् अग्रिमक्षणे कायपुस्तकयोः अपि मध्ये संयोगः जायते, तर्हि अत्र कायपुस्तकयोः मध्ये यः संयोगः जायते तस्य कारणं हस्तपुस्तकयोः मध्ये जायमानः यदस्ति तद्वा नो चेत् हस्ते विद्यमानक्रिया वा इति प्रश्ने सति। अत्र हस्ते विद्यमानसंयोगः एव काये विद्यमानसंयोगस्य कारणं, न तु हस्ते जायमानक्रिया। यथा कुलालस्य पितुः कुलालस्य पिता कुलालपिता कुलालं प्रति कारणं भवति, कुलालपिता विना कुलालः न भवति, कुलालः विना घटः न भवति, तर्हि इदानीं कुलालपिता अपि घटं प्रति कारणं भवतु इति चिन्तयामश्चेत् कुलालपिता अन्यथा सिद्धा। कुलालः कुलालपिता केवलं कुलालस्य कारणं न तु घटस्य। एवमेव हस्ते जायमानक्रिया हस्तपुस्तकयोः मध्ये जायमानसंयोगं प्रति कारणं, न तु कायपुस्तकयोः मध्ये जायमानक्रियासंयोगं प्रति. ओहो, स्पष्टम् इति मुख्यवाक्यम्. धन्यवादः. ओके ओके, अस्तु, अग्रे पठामि. अधुना एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति इति चिन्तनीयम्. अस्माकं नियमः अस्ति, अवयवसंयोगेन अवयविनि संयोगजः संयोगः जायते, किन्तु कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? अस्मिन् विषये स्वस्य विचारः भवतु, तथा अग्रे पठनं. अस्तु, इदानीं विचारयतु. अत्र कस्मिन् विषये विचारः? एकस्य द्रव्ययोः मध्ये किमस्ति इति. किल द्रव्यस्य एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति? अस्मिन् शरीरे हस्तः अस्ति, पादम् अस्ति, तयोः मध्ये किं भवति इति चिन्तनीयं वा? परस्परयोगेन अस्माकं नियमः अस्ति, अवयवसंयोगेन अवयविनः संयोगः जायते. अवयवसंयोगेन अवयविनः संयोगजः इत्युक्ते वृक्षः अस्ति महोदय, तत् तस्मिन् शाखायाः मध्ये किमस्ति इति चिन्तनम्. अत्र किं करोतु, यदि वृक्षं प्रति वा शरीरं प्रति वा गच्छति चेत् किञ्चित् क्लेशः भवति. अत्र वार्ता कः? शरीरम् एकस्य द्रव्यस्य अवयवाः. इदानीं घटः इति द्रव्यं स्वीकरोतु, घटस्य अवयवौ कौ? कपालद्वयम्. अस्तु, इदानीं कपालद्वयमस्ति. इदानीं तेषां परस्परसंयोगेन इदानीं कपालद्वयोः मध्ये संयोगः जातः. आम् आम्. ओके, तर्हि इदानीं किं भवति इति तस्मिन् विषये एव चिन्तनम्. अस्माकं नियमः अस्ति अवयवसंयोगेन. एतावत्पर्यन्तम् अस्माभिः अस्माकम् अवगमनं किम्? अवयवसंयोगेन अवयविनः अवयविनि, वस्तुतः अवयविनी इति भवेत् तत्र, संयोगः जायते इति अवगतम्. इति अवगतं खलु. तर्हि इदानीं किन्तु कपालयोः परस्परसंयोगः यदा भवति, इदानीं कपालद्वयमस्ति, तयोः मध्ये संयोगः जातः, यदा भवति तेन संयोगेन घटसंयोगः अन्येन मूर्तद्रव्येण सह जायते वा? इति चिन्तनम्. अस्तु, अग्रे अग्रे महोदय किं वदति इति पश्येम. अत्र चिन्तनं कुत्र गच्छति इति न जानीमः. अस्तु, तर्हि भवती एव पठतु. तर्हि प्रश्नः एवं यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? नास्ति. एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति तेन कर्मजः अथवा संयोगः अवयविनी घटे न जायते. सः परस्परकपालसंयोगः अवयविनि कमपि संयोगं न उत्पादयति. द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति इति वास्तवम् एव. कपालस्य अन्येन मूर्तद्रव्येन सह संयोगः एव घटे संयोगं जनयति. इत्युक्ते कपालस्य अन्येन मूर्तद्रव्यं सह जलमिति स्वीक्रियम महोदय. मूर्तद्रव्यं पुनः एकवारं पठामि महोदय. अस्तु, अत्र अहं किञ्चित् सहायं करोमि. अहं प्रश्नं पृच्छामि, तर्हि इदानीं घटः अस्ति इति चिन्तयतु. मम हस्तं घटं प्रति आनीय इदानीं कपाले स्थापयामि, तर्हि हस्तकपालयोः मध्ये संयोगः जायते खलु? तत्तु कर्मजगसंयोगः. समीचीनं, कर्मजः संयोगः हस्तकपालयोः मध्ये इदानीं जातम्. अस्मात् अग्रिमक्षणे किं भवति? संयोजः संयोगः जायते घटे. कयोः मध्ये? घट हस्तयोः घट हस्त हस्तयोः मध्ये संयोजः संयोगः जायते. हा, तर्हि इदानीं यदा हस्तस्य संयोगः कपालेन सह जायते तदा इदानीं घटस्यापि संयोगः हस्तेन सह जायते अग्रिमक्षणे. कीदृशसंयोगः? संयोगजसंयोगः. अत्र किमपि क्लेशः नास्ति खलु? नास्ति. अस्तु, इदानीं प्रश्नः अस्ति, इदानीं कपालद्वयोः मध्ये संयोगः जातः, स च संयोगः कीदृशसंयोगः? कर्मजगसंयोगः. हा, कर्मजगसंयोगः. यदि एकम् एकम् एकं कपालम् अत्र अस्ति, अन्यः कपालः अन्यत्र अस्ति, तर्हि तयोः मध्ये यदा कदापि संयोगः न जायते खलु? तर्हि कपालद्वयं कपालद्वये क्रिया भूत्वा हलो मम नेट् नास्ति. सुपर्णम् अस्ति चेत् ध्वनिः गतात्. आं महोदय, सुपर्णस्य इण्टर्नेट् प्राब्लम्. अत्र तु सर्वदा महोदय चेन्नै मध्ये अस्ति न? आं महोदय. आं शुभन् महोदय अपि चेन्नै मध्ये. आम् मुरळीमहोदय, शुकनमहोदय, विजिगोविन्द्राजनपि. आं महोदय, अहं सुगुणं महोदय भ्राता. भ्राता वा? अत एव कुमारी इति लिखति किल अत्र ग्रूप् मध्ये. अय्यो, तर्हि गृहस्य नाम सुगुणम् इति शर्मा. फेमिलि नेम्. मम नाम विश्वनाथः कृष्णः. कृष्णा इस् अवर् फेमिलि नेम्. अन्य केन अपि अधुना लागिन् करोतु प्रायश. भवान् एक्स्प्लेन् करोतु. न, भवती वदतु किञ्चित् तद्विषये. बहुत् कन्फ्यूशन्. शास्त्रं क्लिष्टमेव. शरीरम् विजयभगिनी, तमिळ् वा? तमिळ् न तमिळ् मदर् टङ्ग्. क्षम्यताम् अत्र मम पार्श्वे विद्युतः नेट् प्राब्लम् खण्डितः भवान् अस्तु तर्हि इदानीं कपालद्वयोः मध्ये संयोगः जातः स च संयोगः कर्मजसंयोगः खलु तर्हि इदानीं यदा कर्मजसंयोगः कपालद्वयोः मध्ये जातः तेन इदानीं घटस्य उत्पादनम् अभवत् तर्हि इदानीं घटः इति अवयविनी अन्येन मूर्तद्रव्येण सह अनेन कर्मजसंयोगेन तत्र संयोगः जायते वा न वा इति प्रश्नः बुद्धं वा अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति अस्तु पुनः न भवति अत्र तु कपालसंयोगं कपालसंयोगः एव क्रिया तत् क्रियया कर्मजः संयोगः जायते तथैव अन्येन मूर्तद्रव्येन प्रसक्तिः अपि नास्ति इत्युक्ते अत्र व्याप्तिः एकमस्ति व्याप्ति वदति वा वक्तुं प्रयत्नं करोति वा व्याप्ति इत्युक्ते यथा वयं वदामः तत् तत्सत्त्वे तत्सत्त्वं तदाभावेः यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः खलु तादृशम् अत्र एका व्याप्तिः अस्ति यदि व्याप्तिः वदति चेत् अहम् अवगन्तुं शक्नोमि भवती अवगतवती इति अत्र इदानीं हस्तपुस्तकयोः मध्ये यदा संयोगः जायते कर्मजसंयोगः जायते तदा तस्मात् अग्रिमक्षणे कायपुस्तकयोः मध्ये अपि संयोगः जायते खलु आम् तर्हि एतद् दृष्ट्वा किम् अवगन्तुं शक्नुमः यत्र यत्र कर्मजसंयोगः जायते तत्र तत्र तस्मात् अग्रिमक्षणे संयोगजसंयोगः अवयविनि जायते इति सामान्यतया वक्तुं शक्नुमः खलु आम् आम् आम् किन्तु अत्र पश्यतु इदानीं कपालद्वयोः मध्ये कर्मजसंयोगः जातः तथापि तस्मात् अग्रिमक्षणे घटये संयोगजसंयोगः जातः इति वक्तुं शक्नुमः वा एकवारं न श्रुतं समीचीनतया प्लीस् अस्तु प्रथमम् अस्माकं प्रथम उदाहरणमस्ति हस्तपुस्तकयोः मध्ये संयोगः आम् आम् तदनन्तरं यदा हस्तपुस्तकयोः मध्ये कर्मजसंयोगः जायते तदा तस्मात् अग्रिमक्षणे कायपुस्तकयोः मध्ये अपि संयोगः जायत्येव खलु आम् आम् आम् जायते इति कृत्वा तद् उदाहरणं स्वीकृत्य इति तत्र बहुत्र बहूनि उदाहरणानि स्वीकर्तुं शक्यते यदा शाकहस्तयोः मध्ये शाकपक्षिणोः मध्ये संयोगः जायते तस्मात् अग्रिमक्षणे वृक्षपक्षिणोः मध्ये अपि संयोगसंयोगः जायते इति कृत्वा यत्र यत्र कर्मजसंयोगः जायते तत्र तत्र तस्मात् अग्रिमक्षणे अवयविनि संयोगजसंयोगः अपि जायते इति वक्तुं शक्नुमः खलु सामान्यतया व्याप्तिरूपेण किन्तु अत्र एकः अपवादः अस्ति कः अपवादः इति चेत् यदा कपालद्वयोः मध्ये कर्मजसंयोगः जायते तत्र तदा तस्मात् अग्रिमक्षणे इदानीं घटे अवयविनि संयोगः जायते इति वक्तुं शक्नुमः वा न वक्तुं शक्नुमः वा न वा न केन सह महोदय बालसुब्रह्मण्य महोदय शक्यते चेत् केन सह महोदय कपालयोः परस्परसंयोगेन कर्मजसंयोगः भवति सत्यं तस्मात् अग्रिमक्षणे घटः अवयविनि अवयवः कपालः घटः अवयविनि न न अवयवि अवयवि अवयवि अवयवि अवयवः कपालः अवयवि तस्मात् संयोगज संयोगज संयोगः भवेत् एव केन सह तयोः मध्ये तयोः मध्ये अत्र महोदय तर्हि प्रश्नः एवं यत् कपालयोः परस्परसंयोः यदा भवति तेन संयोगेन घटस्य संयोगः मूर्तद्रव्यं त्यजति इदानीं संयोगः अस्ति तस्मात् एवं चिन्तयतु अत्र संयोगः तयोः मध्ये भवति संयोगः इदानीं कर्मजः संयोगः कपालः न न न अत्र अत्र सोपानेन गच्छेम प्रथमं संयोगः तयोः मध्ये जायते मध्ये इत्युक्ते द्रव्यः कपालः द्रव्ययोः द्रव्ययोः मध्ये जायते आम् आं द्रव्ययोः तर्हि संयोगः जायते इति वदामश्चेत् तत्र द्रव्यद्वयं वक्तव्यं खलु अस्तु आम् सत्यं सत्यं द्रव्यद्वयं वक्तव्यं द्रव्यद्वयोः मध्ये एव संयोगः जातुम् अर्हति आम् तर्हि इदानीं हस्तपुस्तकयोः मध्ये यदा संयोगः जायते तस्मात् अग्रिमक्षणे कायपुस्तकयोः मध्ये संयोगजसंयोगः जायते तर्हि काय इदानीं संयोगजसंयोगः जातः इति भवान् उक्तवान् वदति चेत् अहं पृच्छामि तयोः मध्ये तर्हि भवान् तस्य उत्तरत्वेन वदति कायपुस्तकयोः मध्ये इति खलु एवमेव इदानीं यदा शाकपक्षिणोः मध्ये कर्मजसंयोगः जायते तदा अग्रिमक्षणे संयोगजसंयोगः जायते तयोः मध्ये इति चेत् वृक्षपक्षिणोः मध्ये इति भवान् उत्तरं वदति खलु एवमेव इदानीं कपालद्वयोः मध्ये कर्मज संयोगः जातः इदानीम् अग्रिमक्षणे तस्मात् अग्रिमक्षणे घटः अस्ति तर्हि तस्य घटस्य अन्येन केनापि द्रव्येण सह संयोगः संयोगजसंयोगः जातः वा न वा न न नास्ति अन्य अन्य केनापि वस्तूनि अहं न वदामि कपालः तस्मात् तदनन्तरं घटः अस्ति चेत् अवयवि तर्हि तत्र भवान् किं वदति घटकपालयोः मध्ये संयोगः जायते इति भवान् वदति वा किञ्चित् भवितुमर्हति वा घटकपालयोः मध्ये अवयव अवयविनोः मध्ये संयोगः भवितुमर्हति वा अतः न इति वक्तव्यम् इदानीं प्रश्नः कः यदा कपालद्वयोः मध्ये कर्मजसंयोगः जातः तस्मात् अग्रिमक्षणे घटे अवयविनि अन्येन इत्युक्ते यत्किमपि स्वीकुर्मः इदानीं कपालेन सह तस्य संयोगः जातः इति वक्तुं शक्नुमः वा न खलु अत्र हस्तः नास्ति कपालयोः मध्ये परसंयोगः अस्ति तावदेव किन्तु अपि च स च संयोगः कर्मजसंयोगः अस्ति सत्यं तर्हि एतादृशं न वक्तुं शक्नुमः यत्र यत्र अत्र व्याप्तिः व्याप्तिरूपेण वक्तव्यं चेत् यत्र यत्र कर्मजयसंयोगः भवति तत्र सर्वत्र अग्रिमक्षणे संयोगजसंयोगः अपि भवति इति न वक्तुं शक्नुमः बुद्धं वा इति चिन्तनमस्ति अस्तु अस्तु अग्रे भवानेव पठतु महोदय अधुना अधुना कपाले काचित् क्रिया जाता कर्म जातं तेन कर्मणा घटे संयोगः न उत्पद्यते यथा उपरि उक्तम्। तेन कर्मणा यः यः कोऽपि संयोगसम्बन्धः भवति, तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव न तु घटस्य। पुनः एकवारं पठामि महोदय। अधुना कपाले काचित् क्रिया जाता, कर्म जातं, तेन कर्मणा घटे संयोगः न उत्पद्यते यथा उपरि उक्तम्। तेन कर्मणा यः यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव न तु घटस्य। सत्यम्। अतः अत्र कर्मजः संयोगः अवयविनि घटे अवश्यं न जायते। पुनः अवयवसंयोगेन द्वयोः कपालयोः परस्परसंयोगेन अपि अवयविनि घटे संयोगजः संयोगः न जायते। द्वयोः कपालयोः परस्परसंयोगेन अपि अवयविनि घटे संयोगजः संयोगः न जायते। इत्युक्ते अस्माकं नियमः अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इत्यत्र कार्यं न करोति। कपालयोः परस्परसंयोगेन अवयविनि घटे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयम्। हा, तर्हि अवयवस्य तर्हि अत्र अत्र केवलं निगमनार्थम् एतद् वाक्यमहं वदामि। एकस्य अवयवस्य अन्येन द्रव्येण सह यदा संयोगः जायते तदा एव तस्मात् अग्रिमक्षणे अवयविनः अपि संयोगः संयोगः जायते। किन्तु यदा अवयवोः मध्ये एव संयोगः जायते तदा अवयविनि कर्मजसंयोगः अपि न भवति संयोगजसंयोगः अपि न भवति। अस्तु, अग्रे महोदय। न स्वीकृतं चेत् किं भवति? अन्यथा यदि द्वयोः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति अस्माभिः स्वीक्रियत तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात्। न स्वीकृतं चेत् किं भवति? अन्यथा यदि द्वयोः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति अस्माभिः स्वीक्रियते तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात्। तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात् अन्यस्य वस्तुनः अभावे यत् नितरां दोषपूर्णम्। अवयविनि इदानीं संयोगः उपपादनीयः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति प्रतीतिः यदि स्वीकृता तर्हि केन सह? केन सह? तदेव मया पृष्टं खलु, यदा भवान् उक्तवान् तर्हि इदानीं घटेन घटस्यापि संयोगः जायते तर्हि केन सह इति वक्तव्यम्। अत्र न वक्तुं शक्नुमः, इदानीं घटस्य उत्पादनं जायमानमस्ति, तदर्थं कपालद्वयोः मध्ये संयोगः जातः इति कृत्वा यदा कपालद्वयसंयोगेन घटस्य उत्पादनं भवति तस्मात् अग्रिमक्षणे एव घटस्य उत्पादनम् अभवत् इत्यतः तर्हि तस्य घटस्य पुनः कपालेन सह इदानीं संयोगः जातः इति न वक्तुं शक्नुमः। अस्तु, अग्रे। तस्यां दशायां केवलं कपालः अस्ति घटश्च अस्ति, अतः द्वयोः संयोगः अभवत् इति मन्तव्यम्। किन्तु एतादृशी प्रतीतिः लोके न भवति. इयं प्रतीतिः अनुभवविरुद्धा. तथापि परस्पर अवयवोः जातेन संयोगेन अवयविनि संयोगः स्वीकृतः चेत् एषा प्रतीतिः आपद्यते. वस्तुतः अनिष्ठा वस्तुतः असम्भवति, किन्तु इदानीम् आपद्यते. अस्तु, अत्र सर्वं सरलम् इति यथा भवान् पठितवान्, यदा भवान् पठितवान् तदा एव अस्मिन् विषये चिन्तितम् इति कृत्वा अत्र एतावत् कस्यापि सम्बन्धः सन्देहः वर्तते, नो चेत् वर्तते चेत् चिन्तयामः, नो चेत् अग्रे पठेम. अस्तु, अग्रे पठतु महोदय. आहत्य आहत्य अस्माकं नियमः एवमासीत्, अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते. अवयवसंयोगेन अवयविनः संयोगजः संयोगः अवयविनसंयोगजः संयोगः जायते. अत्र कपाले काचित् क्रिया जायते, सा च क्रिया द्वयोः कपालयोः संयोगनिमित्ता. सा क्रिया द्वयोः संयोगं जनयति, द्वयोः संयोगं जनयति. एतावता घटः नास्ति एव, एतावता घटः नास्ति एव. तस्य यस्मिन् क्षणे कपालद्वयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः अस्ति वा न वा? घटः नास्ति. घटः नास्ति खलु? तर्हि यस्मिन् क्षणे कपालद्वयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः नास्ति, तस्मात् अग्रिमक्षणे एव घटस्य उत्पादनं भवति इति कृत्वा तस्याः क्रियायाः द्वयोः कपालयोः संयोगेन अवयविनि अपि संयोगः जायते इति अङ्गीकरणीयं चेत् समस्या. परस्परकपालसंयोगेन अवयविनि संयोगः अनुभवविरुद्धः, अतः नियमप्रसङ्गे किञ्चित् अग्रे चिन्तनीयम् इति पर्यवसितः. स्पष्ट महोदय श्रूयते वा? न, तस्य ध्वनिः नास्ति महोदय. ओहो, भगिनी श्रूयते वा? न, मम श्रूयते. श्रूयते, मम क्लेशः नास्ति. सुखवनं लेफ्ट् अ मीटिङ्ग्. ओ, लेट् इण्टर्नेट् प्राब्लम् आगच्छति. But there was lots of problems are there. भगिनी किमर्थम् अहं पृष्टवान् इति चेत् भवान् अपि तमिळ् वायुं महलम् उन्नानालं वायुं वयरं वेरे वेरे तस्य प्रभावं शरीरं कथं जानाति? अर्थं जानाति किल? शरीरं हस्तः. ओहो, भवानपि तमिळ्? अहं नास्मि. कुत्र वसति? भवान् मराठी किल? शिवरामकुल्कर्णी साई मैरे साई सीरियल् मध्ये आगत्य मया आगतम्. रेकार्डिङ्ग् जायमानमस्ति, तत् सर्वे मनसि निधाय आपनीयम्. इत्युक्ते यद्यद् भवन्तः इदानीं वदन्ति तत्सर्वं तस्य ध्वनि उद्धरणं भवत्येव न महोदय. बालसुब्रह्मण्यमहोदयेन उक्तं ताय् वाय् तायं मगलं ओण्डान् वायुं वयरं वेरु वेरु इति उदाहरणं हस्तशरीरमध्ये हस्तं भिन्नं. अस्तु अस्तु अस्तु, तर्हि पूरयामः इत्युक्ते निमिषद्वयेन पूरयामः. अस्तु पश्यतु, अत्र यद्यपि अत्र अनुभवविरुद्धम् इति एतत् सर्वम् उक्तमस्ति, तथापि इतोपि समीचीनचिन्तनमस्ति. अत्र पश्यतु, इदानीं हस्तपुस्तकयोः मध्ये यदा संयोगः जायते तस्मिन् क्षणे कायम् अस्ति वा न वा? बालसुब्रह्मण्यं महोदय वदतु. क्षम्यतां महोदय, पुनः एकवारं. यस्मिन् क्षणे हस्तपुस्तकयोः मध्ये संयोगः जायते तस्मिन् क्षणे कायम् अस्ति वा न वा? तस्मिन् क्षणे हस्तम् अस्ति वैव. न न, यस्मिन् पुनः पृच्छामि, यस्मिन् क्षणे हस्तपुस्तकयोः मध्ये संयोगः जायते तस्मिन् क्षणे कायम् अस्ति वा न वा? अस्ति अस्ति, कायमस्ति, कायमस्ति, कायमस्ति, कायमस्ति इति कृत्वा तस्मात् अग्रिमक्षणे कायपुस्तकयोः मध्ये अपि संयोगः भवितुमर्हति खलु. किन्तु इदानीं यस्मिन् क्षणे कपालद्वयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः अस्ति वा? अस्ति महोदय, इदानीमेव नास्ति नास्ति नास्ति महोदय नास्ति. हा नास्ति इति वदतु. हा इति कृत्वा यस्मिन् क्षणे कपालद्वयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः नास्ति इति कृत्वा कर्मजसंयोगः कर्मजसंयोगेन संयोगजसंयोगः न भवितुमर्हति. हा इति कृत्वा घटकपालयोः मध्ये संयोगः यदा कदापि न भवितुमर्हति. अतः एव नैयायिकाः वदन्ति अवयव अवयविनोः मध्ये समवायसम्बन्धः एव भवितुमर्हति. किमर्थम् इति चेत् यस्मिन् क्षणे अवयवोः मध्ये संयोगः जायते तस्मिन् क्षणे अवयवी नास्ति एव इति कृत्वा कथं वा अवयवोः अत्र वस्तुतः अग्रिमक्षणे इत्युक्ते कपालयोः मध्ये यस्मिन् क्षणे संयोगः जायते तस्मात् अग्रिमक्षणे घटस्य उत्पादनं भवति इति तु सत्यं. किन्तु यस्मिन् क्षणे कर्मजसंयोगः जातः तस्मिन् क्षणे अवयवी नास्ति इत्यतः तत्र कपालद्वयोः मध्ये यदा संयोगः जायते तत् स च संयोगः घटस्य संयोगं प्रति कर्मजसंयोगं प्रति वा संयोगजसंयोगं प्रति वा किमपि न कारणं भवति, कोऽपि कारणं न भवति इति बोधः. बुद्धं वा? अतः अत्र अनुभवविरुद्धः कार्यं कार्यमेव नास्ति, तदनन्तरमेव कारणम् इति चर्चा भवति. कार्यमेव नास्ति किल भवत्य तर्हि यत्र यत्र कर्मजसंयोगः भवति तत्र तत्र तस्मात् अग्रिमक्षणे संयोगजसंयोगः अपि भवति इति यत्र वक्तुं शक्नुमः. यत्र अवयवी अपि यस्मिन् क्षणे कर्मजसंयोगः जायते तस्मिन् क्षणे अस्ति चेत् एव तादृशव्याप्तिः वक्तुं शक्नुमः इति कृत्वा यस्मिन् क्षणे अवयवद्वयोः मध्ये संयोगः जायते तेन कार्यं भवति, अत्र कार्यमेव नास्ति इति कृत्वा तादृशव्याप्तिः अस्मिन् सन्दर्भे न वक्तुं शक्नुमः इति बोधः. अतः एव तत्र अतः एव अवयव अवयविनोः मध्ये संयोगः भवितुम् अर्हति इति यदा कदापि न वक्तुं शक्नुमः इति आगतं खलु. अस्तु, तर्हि इतोपि किञ्चित् चिन्तनमस्ति महोदय. हा अवयव अवयवमध्ये केवलं समवायसम्बन्धमेव भवति इति तार्किकः सत्यं, किन्तु तस्य चिन्तनस्य आधारः कः इति इत्यस्मिन् विषये इदानीं चिन्तनं जायमानं इति चर्चवन्तः अष्टवादनपर्यन्तं वर्गः अस्ति महोदय. किमिति भवति अष्टवादनपर्यन्तं वर्गः? आमामामामां मया किञ्चित् पूर्वम् अस्माभिः तत्र सपादश षड्वादनम् आरभ्य कुर्मः खलु, तद् मम मनसि अस्ति. अस्तु, समयः अस्ति, तर्हि इतोपि चिन्तयितुं शक्यते. तस्मात् महोदय यत् सम्बन्धम् अवयवोर्मध्ये जायते तत्र संयोजसम्बन्धः अथवा द्वे विद्यमानसंयोगसम्बन्धः भवति यत्र भवति वा न वा न न अवयवी अवयव न केवलम् अवयव एव यत्र अवयव मध्ये सम्बन्धं हस्त अङ्गुलीयपुस्तकमध्ये द्वे सम्बन्धमस्ति इति न द्वे संयोजकसम्बन्धः संयोजकसम्बन्धं संयोजकसंयोगः कर्मजसंयोगः इति तत्र जायते. यत्र अवयवी अवयसम्बन्धम् अस्ति चेत् तत्र केवलं समवायसम्बन्धमेव भवति. हा, किन्तु किमर्थं नैयायिकाः तादृशं वदन्ति? अवयव अवयविनोः मध्ये केवलं समवायसम्बन्धः एव भवति, न तु संयोगः इति किमर्थं नैयायिकाः वदन्ति? आम् महोदय. न, किमर्थम् अहं प्रश्नं पृच्छामि, भवान् उत्तरं तदेव पूर्वं दृष्टवन्तः महोदय, तदेव अहम् अवगन्तुं शक्नुते. किन्तु वदतु, भवतः अवगमनं किम् इति इदानीं वदतु. यदि संस्कृतभाषायां न वक्तुं शक्यते तर्हि आङ्ग्लभाषायां वदतु, भवतु, किन्तु अवगमनं भवेत्. कर्णबौलोर्मध्ये महोदय सम्यक्तया न श्रूयते. हलो, हा वदतु महोदय. श्रूयते वा? हा इदानीं श्रूयते, वदतु. घटकपालोर्मध्ये समवायसम्बन्धमेव जायते. कपालद्वयोर्मध्ये परम्परासम्बन्धम् अस्ति. न न न, अत्र महोदय मम प्रश्नः अवगच्छतु. घटकपालयोः मध्ये समवायसम्बन्धः एव भवति, न तु संयोगः इति किमर्थं नैयायिकाः वदन्ति? तस्य तर्कः कः? तत्र तर्कः कः? कपालस्य द्वयोः सम्बन्धम् एकक्षणं भवति चेत् उत्तरक्षणमेव घटस्य उत्पादनं करोति. हा, इति कृत्वा तत्र संयोजकसंयोगं द्वे अपि नास्ति, केवलं समवायसम्बन्धमेव स्वीकृतम्. त्यजतु इदानीं समवायसम्बन्धः इति त्यजतु. अत्र किमर्थं संयोगसम्बन्धः न भवितुमर्हति इति चेत् यस्मिन् क्षणे कपालद्वयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः एव नास्ति, कार्यमेव नास्ति इत्यतः तदेव मुख्यतर्कः अस्ति. तदेव मुख्यतर्कः अस्ति. आं महोदय. हा, तदनन्तरं किमर्थं समवायसम्बन्धः इत्यत्र भिन्नतर्कः अस्ति. आम्, अत्र किमर्थं घटकपालयोः मध्ये संयोगः यदा कदापि न भवति इति चेत् यस्मिन् क्षणे कपालद्वयोः मध्ये संयोगः जायते तस्मिन् क्षणे घटः इति कार्यमेव नास्ति. घटं न जायते, कार्यमेव नास्ति. न जायते इति न वदतु, घटमेव नास्ति. आम्, घटमेव नास्ति महोदय. घटमेव नास्ति इत्यतः तत्र इदानीं कपालद्वयोः मध्ये यः संयोगः जायते स च कर्मजसंयोगः, घटस्य किमपि कारणं न भवति. घटे विद्यमान किमपि संयोगस्य कारणं न भवति. इति बोधः. अतः अतः अत्र अत्र कार्यकारणभावः न, अत्र संयोगः घटकपालयोः मध्ये. घटकपालयोः इत्युक्ते अन्येषु किमपि केनापि द्रव्येण सह घटस्य संयोगः, संयोगस्य कारणं भवति घटकपालयोः मध्ये विद्यमानसंयोगः इति बोधः. तावद् अवगच्छति चेत् पर्याप्तम्. आं महोदय. अस्तु, तर्हि एकमपि परिच्छेदं पठेम. शिवराम महोदय पठति वा, कुतः इति? आम् आं महोदय. कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारे मूर्तयोः युक्तसिद्धयोरेव कर्मजः संयोगजः वा संयोगः भवति न अन्यः इति निश्चितम्. युतसिद्धः नाम किम्? विद्याधर्याः युतसिद्धिः इत्यस्य पृथक्सिद्धिः पृथक् अवस्थि पृथक् अवस्थितिः इत्यर्थः. सम्बन्धिनोः परस्पर परिहारेण पृथगाश्रये स्थितिः इत्यर्थः. यथा भूतलघटयोः भवति युतसिद्धः. घटः भूतलं विहाय स्वसमवायिकारणे कपाले, भूतलं च घटं विहाय स्वसमवायिकारणे भवति. अतः त्वौ युतसिद्धौ. एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एक कर्तुं शक्नुमः. कः निर्णयः इति चेत्, यद् कदापि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवेत् तदा ते द्वे द्रव्ये कीदृशे स्यात् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्. ते द्वे द्रव्ये युतसिद्धे एवं स्याताम्, न तु अयुतसिद्धे. अयुतसिद्धयोः द्वयोः द्रव्ययोः कदापि संयोगः न भवति, युतसिद्धयोः द्रव्ययोः एव भवति. इति तर्हि इदानीं प्रसङ्गविषये आगतम्. एतावत्पर्यन्तं प्रसङ्गविषयः त्यक्तः, किन्तु इदानीं प्रसङ्गविषयः कः? पृथक्त्वम् इति अन्यतमः अन्यतमगुणत्वेन स्वीकर्तव्यं वा न वा इति प्रश्नः आसीत्, तत्र पुनः आगतम्. अस्तु, वयं किं कुर्मः महोदय, इदानीं किञ्चित् विषयान्तरं जातम् इति कृत्वा अत्र स्थगयामः. अग्रिमवर्गे पुनः एतत् परिच्छेदं पठित्वा इतोपि चिन्तनं कुर्मश्चेत्, किमर्थमित्युक्ते अग्रे इतोपि तस्मिन्नेव विषये चिन्तनं भवति इति कृत्वा पुनः अस्मात् इतः वयं पठेम अग्रिमवर्गे. अत्र स्थगयामः वा? एतावत्पर्यन्तं प्रश्नः अस्ति वा? महोदय, स्पष्टं न न. बहु समीचीनं महोदय, समीचीनम्. अस्तु, सर्वेभ्यो धन्यवादः. नमस्कारः कुमार महोदय. नमस्कारः.